नमस्ते, अद्यतनवर्गस्य विषयः अस्ति तिङन्तपाठे भुआदिगणस्य विशेषधातूनां निर्माणं, धातूनां रूपसिद्धिः इति विषये पाठः अस्ति। तस्मिन् विषये अद्य द्वितीयः पाठः अस्ति। हेमा भगिनी, भवत्या गतवर्गे प्रश्नः कृतः ध्यै धातु उभयपदि वा इति। आं भगिनि, उभयपदि न, आत्मन परस्मैपदि एव। अस्तु भगिनि, धन्यवादः, न दृष्टवती एव। भवती ध्यायते इति रूपं कुत्रापि दृष्टवती वा इति मनसि भाति, परन्तु इदानीं मम शङ्का अस्ति, भवती प्रायः द्वितीय भगवद्गीतायां द्वितीयाध्याये ध्यायतो विषयान् पुंसः इति एकं श्लोकम् अस्ति। परन्तु ध्यायतो इत्युक्ते तत्र ध्यायतः इति आगच्छति खलु? ध्यायतः इत्येव, तत्र ध्यायते इति न भवति, तत्रैव ध्याय इति रूपं ध्यायत इति भवति, ध्यायतो विषयान् सः इति। तद्विहाय अधिकतया ध्यायते इति, ध्यायते तु कर्मणि रूपम् अस्ति, तथा प्रयोगः भवितुम् अर्हति, परन्तु ध्यै धातुः परस्मैपदि एव अहं दृष्टवती। अस्तु भगिनि, अनन्तरं भवत्या सर्वेषां विशेषप्रश्नः अस्ति वा गतवर्गस्य विषये? भगिनी, लघुप्रश्नः एव, कृपोरोलः इति सूत्रे कृपवार्तस्य वार्तायाः द्विवारम् उच्चारणार्थे आगच्छति खलु, तदर्थं किमपि सूत्रमस्ति वा? कृपोरोलः तस्मिन् सूत्रे भागद्वयं कृत्वा तस्य अर्थावगमने बहु तत्र किञ्चित् विशेषसूत्रमेव अस्ति, कृपोरोलः वार्तिकं नास्ति, परन्तु सूत्रस्य अवगमनार्थं एवं रीत्या तस्य विभागः कृतः। अनुवृत्तिसूत्रे द्विवारम् आगच्छति, तदर्थं तत्र एक्स्प्लेनेशन् दत्तमस्ति किल? तस्य तत्र यदा गुणः भवति तदा एकं रूपं, यदा गुणः न भवति तदा भिन्नकार्येण अपि रूपसिद्धिः भवति इति कृत्वा तस्य भागद्वयं कृत्वा सूत्रस्य अवगमनं भवति। एषः विशेषसूत्रम् इति कारणेन एवं भवति। अस्मिन् स्तरे एतावत् जानन्तु पर्याप्तम् इति मम चिन्तनम्। तत्र तु पक्षद्वयं भवति, तत्र अभिप्रायभेदः भवति वैयाकरणानां मते, अवगच्छति खलु? जटिलं सूत्रमस्ति तावदेव। अस्तु, वयम् एक माहेश्वरसूत्राणि उक्त्वा तिङ् प्रत्ययान् उक्त्वा अनन्तरं पश्यामः। ऐ उण् ऋलुक् एवोङ् अयौच् हयवरट् तण् यमगणनम् झभै घडदश् जबगडदश् खफ छठ थ चटतौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि तिप्तझी तिप्तस्थ मिप्वस्मस् त आतां झ हास् आतां ध्वम् इड् वहि महिं इति तिङ् प्रत्ययाः। अस्तु, उपाधिगणे सामान्यधातूनां कीदृशकार्याणि भवन्ति इति राजी भगिनी वदतु। तत्र सामान्यधातव इत्युक्ते तत्र गणत्रयम् अस्ति खलु, इगन्तधातवः एजन्तधातवः लघु इगुपदा धातवः तत्र कीदृशकार्याणि भवन्ति इगन्तधातूनां? इगन्तधातूनां जीयोगः जी धातु सर्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. जी जे भवति, जे योगः शप् शप् ईश् शकारपकारस्य लोपानन्तरम् आ एव अवशिष्यति. सार्वधातुक अर्धधातुकयोः इति गुणः पुग तत्र एचो अयावायावः इति सूत्रेण सन्धिकार्यम् एवं शीघ्रमेव वदतु. सन्धिकार्यं भूत्वा जै भवति, जै योगः इति जयति इति धातु जयति इति रूपं भवति एजन्तधातूनां किं भवति इति रामप्रिया भगिनी वदति वा? आं भगिनि, एजन्तधातूनां कृते एचो यवायावः एव सन्धिकार्यमेव भवति. दे अस्ति चेत् दे योगः शप् दे योगः अ भवति, दे योगः ऐ योगः अ, दययोगः तिप् दयति इति रूपम्. लघु इक् उपधा धातवः किं भवति तेषाम् इति सुब्रह्मण्यमहोदय वदति वा? अत्र उदाहरणमस्ति चित् अत्र चित् योगः शप् अत्र चि इकारान्तं लघु इगुपदः अस्ति. अत्र पुगन्तलघुपदस्य च इत्यनेन चित् चेत् भवति, तदनन्तरं चेत इति धातुनिष्पन्नम् अङ्गं निष्पन्नं भवति. अस्तु, विशेषधातूनां तत्र प्रथमं एकवर्णस्य अन्तिमवर्णस्य आदेशः इति भवति, केन सूत्रेण तद् भवति? पुनः धातोः आदेशः भवति विशेषधातूनां मध्ये, तत्र धातोः अन्तिमवर्णस्य स्थाने अपरवर्णः आदेशः भवति. कस्मिन् धातोः भवति तथा? गम् यम् धातोः चकारादेशः भवति भगिनि अत्र, गमीयमां चः इत्यनेन. अनन्तरं थे च इत्यनेन अत्र ह्रस्व स्वरस्य तुक् आगमः भवति. तदनन्तरं स्तोः स्चुनाश्चुः इत्यनेन अत्र तकारस्य स्थाने चकारः आगच्छति, अथवा चकारस्य स्थाने तकारस्य स्थाने चकारः आगच्छति. गम् योगः शप् प्रथमं भवति गच्, अनन्तरं छे च इत्यनेन स्वरस्य ह्रस्वस्वरस्य स्थाने तुक् आगमः भवति, गत् च भवति. अनन्तरं स्तोः स्चुनाश्चुः इत्यनेन तकारस्य स्थाने चकारः आगत्य गच्छ इति अङ्गं निष्पन्नं भवति. गच्छ अपि समानं. तर्हि मीना भगिनी, दृश् इति धातुः अस्ति, तस्य रूपं कथं भवति इति वदतु. मीना भगिनी अस्ति वा? क्षम्यतां, म्यूट् कृतवती. दृश् इति विशेषधातुः पा आदिधातूनां दृशि अर्ति सर्ति षद सदां शिवजिग्रधम तिष्ठ मन यच्च पश्य रुच्च धौशीयसीदाः इति सूत्रेण स्थाने पश्य इति भवति पश्य इति भवति अनन्तरं पश्ययोगः ति भवति पश्यति पश्यति अङ्गं पश्यति इति भवति तत्र विशेषधातुः अतः विशेषधात्वादेशः भवति पश्यति इति कस्मिन् लकारे पश्य इति आदेशः भवति लट् लट् लङ् लिट् विधि लिङ् न लट् लङ् लोट् विधि लिङ् सार्वधातुकलकारे एकः प्रश्नः अस्ति दृश् पश्य इति अकारः अस्ति पश्ययोगः शप्योगः ति इति भवति तत्र तथा भवति चेदपि अतो गुणे इति सूत्रेण पश्य एव भवति परन्तु तत्र पश्य इत्यत्र तु अकारः उच्चारणार्थम् इत्येव चिन्तयामि भगिनि अधोभागे दत्तमस्ति अतो गुणे कार्यं करोति इति सर्वानां धातूनां कृते अतो गुणे भवति धातुस्थाने एव पश्य इति आगच्छति अङ्गस्थानेन पश्य इति भवति अतो गुणे पश्य अस्ति खलु शप् इत्यतः अकारः अनन्तरम् अतो गुणे इति सूत्रेण किं भवति दीर्घ अकारः सारि ह्रस्व अकारः एव भवति कीदृशरूपं पूर्वरूपं वा पररूपं वा अकारयोगः अकारः आकारः इति संयोगेन आगन्तुं शक्नोति परन्तु अतो गुणः इत्यनेन अकारः एव भवति ह्रस्व अकारः एव भवति तत्र पररूपम् एकादेशः भवति खलु पररूपं तत्र पररूपसन्धि इत्येव पठितवन्तः प्रायः आमां पररूप एकादेशः पररूपम् एकादेशः भवति द्वयोः स्थाने एकवर्णः पररूपव परस्य एकः आकारः अस्ति खलु यदि न स्मरति अतो गुणे सूत्रस्य पुनः पश्यतु तत्र पश्यतु अतो गुणे सूत्रस्य विवरणं पश्यतु अस्मिन् सूत्रे भगिनि एकादशधातुषु दशधातुषु अतोगुणे एव कार्यं करोति सृविहाय तत्र धौ इति अस्ति खलु धौ तत्र तु तत्र किं भवति वदतु तत्र तु धौ एचोयवायावः सन्धिकार्यं भवति सन्धिकार्यमेव भवति तत्र किमर्थं लघुपदस्य च इत्यनेन गुणः न भवति किमर्थम् इत्युक्ते सूत्रे सूत्रनिमित्तेन धात्वादेशः एव भवति धौ इति अस्ति इदानीं परन्तु पुगन्तलगुणकार्यं तु इक्वर्णानां कृते एव भवति खलु आम् अत्र रु अपि एजन्तधातुः अस्ति इदानीं धौ इति अतः गुणः न भवति गुणः भवति चेत् सरति इति रूपमपि आगच्छति खलु सृधातोः भवति सृधातोः सरति भवति धौ इति यदा आदेशः भवति सः आदेशः तु एजन्तः भवति खलु, एजन्तानां केवलं सन्धिकार्यमेव सत्यम्? अस्तु भगिनि. कदा असृ भवति कदा धौ भवति? धावति इति रन्निङ्ग् अर्थम् आगच्छति चेत् धौ धावति इति भवति. भादिगणे अस्ति टु फ्लो टु गो इति आगच्छति चेत् सरति इति भवति. उत्तमम्. अस्तु, तर्हि एतेषां द्वादश धातूनां नूतन धात्वादेशः भवति क्षितिपरे तस्य एव प्रयोगः भवति खलु. अस्तु, तत्र दंश इति धातुः तस्य किं भवति इति हेमा भगिनी एव वदति वा? आं भगिनि, दंश इति धातौ मूलरूपे नकारः अस्ति. तत् नकारः तु नश्चापदान्तस्य झलि इति अनेन सूत्रेण नकारस्थाने अनुस्वारः आगच्छति. तदनन्तरं दंश स्थाने दंश सञ्ज् स्वञ्ज् स्वञ्जां शपि अनेन नकारस्य सोरि अनुस्वारस्य लोपः भवति, न लोपः भवति. तत्र के भ्रमः अस्ति, दंश इत्येव मूलधातुः, तस्य उल्लेखनार्थं वयं दंश इति अनुस्वारेण वदामः, परन्तु यद्यपि दंश इति लिखितम् अथवा उक्तं भवति तस्य मूलरूपं दंश एव. नकारः अस्ति खलु, नकारः एव अस्ति तस्य अनन्तरमेव नस्यापदान्तस्य जलि सर्वं भवितुम् अर्हति, परन्तु अत्र तस्य प्रसक्तिरेव न भवति. यतोहि किं भवति, दकारः नकारः शकारः अस्ति, किं भवति? नकारस्थाने अनुस्वारः आगच्छति, तत् न पृच्छति वा? दंश सञ्ज स्वञ्जां शपि इति सूत्रेण नकारस्य लोपः भवति. न लोपः भूत्वा दश दशयोगः दश इति रूपं सिद्धम्, दशति इति भवति. कदा किं भगिनि, कदा एवं भवति? शपि परे निमित्तम् शपि परे दंश इति रूपं भवति. यदि शपि शप् नास्ति तर्हि शप् यदि अस्ति तर्हि दशति इति, शप् नास्ति तदा दंश इति एव भवति. तदा तु दंश इति रूपं यदा भवति तदा अनुस्वारस्य नश्चापदान्तस्य जलि सर्वं भवति. अत्र तु तस्य कार्यात् पूर्वमेव नकारलोपः भवति. दशति इति रूपस्य सिद्ध्यर्थं तत्र नकारः एव अस्ति पूर्वं, सः नकारः लोपः भवति. परन्तु धातु पाठे धातुः दंश एव अस्ति वा? मूलतया दकारः नकारः एव अस्ति, परन्तु लेखनसमये वयं दंश इति लिखामः, तथापि तत्र एवं चिन्तयामः नकारः एव सः इति. यतोहि नश्चापदान्तस्य जलि सर्वं त्रिपादिकार्यमस्ति, अनन्तरमेव आगच्छति तत् सर्वं, ततः पूर्वमेव अत्र अङ्गकार्यमस्ति खलु, दंश सञ्ज स्वज स्वञ्जां शति तु अङ्गकार्यमस्ति, अतः पूर्वमेव अङ्गकार्यं भवति, अतः नश्चापदान्तस्य जलि सूत्रस्य कार्यम् अत्र न भवति एव. परन्तु धातु लेखनसमये दंश इति लिखामः, यद्यपि अनुस्वारः दृश्यते वयं नकारः इत्येव चिन्तयामः. तथा एव ञकारः अपि सञ्ज स्वञ्ज इत्यत्र अस्तु. रञ्ज रञ्ज धातुः किं भवति इति रामप्रिया भगिनी वदति वा? आं भगिनि, रञ्जयोगः शप् तत्र रज् भवति, रजेश्च इति सूत्रेण नकारस्य लोपः भवति अत्रापि. रज् योगः अ रज् योगः रज योगः तिप् रजति इति भवति. उत्तमम्. अस्तु सुब्रह्मण्य महोदय, जब् इति धातुः किं भवति? जभ रथ रथि जभो रचि इत्यनेन अत्र जभि अत्र जभि इति अनुबन्धरहितधातुः अस्ति. अनन्तरम् अत्र रथि जभोः धातोः अङ्गयोः नुम् अचि नुमागमः भवति अत्र भगिनि. अत्र धातोः मध्ये जभ् स्थाने जम्भ् इति अङ्गं निष्पन्नं भवति. अनन्तरम् अकारः जम्भ् जम्भयोगः अ जम्भ तत्र इतोपि नकारः एव अस्ति खलु, मकारः कथं भवति नकारः? अत्र तु अत्र प्रथमं अत्र नकारः स्थाने मकारः आगच्छति खलु भगिनि, निश्चापदन्तस्य जलि इत्यनेन. अत्र कीदृशनकारः? अनुस्वारस्य न अत्र नकारः अस्ति खलु, नश्चापदान्तस्य झलि तत्र नकारः कीदृशनकारः भवति? नश्च अपदान्तस्य अपदान्तस्य नकारः एव अनुस्वारः भवति. परन्तु मकारः तु पदान्तस्य मकारः अपि अनुस्वारः भवति, परन्तु अत्र मकार नकारः तु मकारनकारौ अपदान्तस्य एव अनुस्वारः भवति. अत्र नकारः अस्ति, सः नकारः अनुस्वारः भवति. कस्य अनन्तरं कः वर्णः भवेत् नकारस्य अनन्तरम्? नकारस्य अनन्तरं पूर्णतेपदान्तस्य झलि इति सूत्रे एव पदम् अस्ति महोदय. झलि प्रत्याहारे खलु भगिनि, झल् प्रत्याहारवर्णः अस्ति चेत् नकारस्य अनुस्वारादेशः. आं भगिनि. अस्तु, तर्हि अत्र जकारः झलि अस्ति खलु, सर्वे अस्ति अत्र जकारः अस्ति, अतः एव नकारस्य किं भवति? नकारस्य तु अत्र अनुस्वारः भवति. अनन्तरं किं भवति अनुस्वारस्य किं भवति? अनुस्वारस्य ययि परसवर्णः इत्यनेन अत्र ययि प्रत्याहारे अत्र धकारः ययि प्रत्याहारे अस्ति, तत्कारणात् परसवर्णः आगच्छति, तत्कारणात् अत्र पवर्गीय अनुस्वार वर्णः अत्र मकारः आगच्छति. भकारस्य सवर्णः अनुस्वारस्य भकारस्य सवर्णः मकारः अस्ति, अतः मकारः भवति खलु. अतः जम्भति इति रूपं जम्भ जम्भते खलु भगिनि जम्भते खलु क्षम्यतां जम्भते इति रूपम्. अनन्तरं भगिनि प्रश्नः अस्ति अत्र रदि जभो रचि यदि वयं पश्यामः चेत् रधि इति रद् धातु अस्ति परन्तु तत्र वयं रधि इति स्थापयामः परन्तु बहुषु धातुषु दंश सञ्ज् सञ्जां तत्र रूपं भिन्नं भवति. पुनः इषु गमीयमां पश्यामः चेत् तत्र इषु गमी इति सप्तमी रूपम् इति आगच्छति. कुत्र पृथक् पृथक् एवं किमर्थम् इति एतद् विषये एव वयं सुदीर्घविचारं कृतवन्तः खलु इक्ष्तिपौ धातुनिर्देशे इत्यादिकम् रधि इत्यत्र इकारः इक्ष्तिपौ धातुनिर्देशे इत्यनेन इकारः परन्तु तस्मिन् विषये वयं बहु चर्चां कृतवन्तः खलु न स्मरति वा. साधारणतया धातुषु रूपं किम् आगच्छति प्रथमाविभक्ति षष्टिविभक्ति एवं वा विभक्ति एव नास्ति तत्र यद्यपि इकारः इति अस्ति तत्र सामान्यतः यदि यः इकारः भवति सः न षष्टि सप्तमीविभक्ति विभक्तिप्रत्यय इकारः एव नास्ति तत्र. इदानीम् अत्र पश्यतु नश्चापदान्तस्य झलि इति अस्ति खलु तत्र झल् इति प्रातिपदिकं तत्र प्रातिपदिक अनन्तरं सु औजस् अम् औक्षस् ताभ्याम्बिस् ङेभ्याम्बिस् ङसिभ्याम्बिस् ङस् ओस् आम् ङी ओसुप् इति ङी इति सप्तमी विभक्ति एकवचनप्रत्ययः झल् योगः ङी प्रत्ययेन झलि इति भवति. अवगच्छति वा तत्र भिन्न ङी प्रत्ययः सप्तमी विभक्त्यन्तं सूचयति तत्र तथा अतः झलि सप्तम्यन्तं रूपम् परन्तु रधि इत्यत्र इक्ष्तिपौ धातुनिर्देशे इति इति वार्तिकेन इक् इति प्रत्ययः अत्र सप्तमी विभक्ति एव नास्ति नास्ति नास्ति भवत्याः मनसि मम चिन्तनमस्ति भ्रमः अस्ति यदि रदि गमि इत्यादि वदन्ति तदा सप्तमी विभक्ति इति धातोः उल्लेखनसमये यः इकारः श्रूयते सः सप्तमी विभक्ति अन्तं न भवति. अत्र यद्भवति रधि जभोः तत्र तत्र सूत्रस्य विवरणं यदि पश्यति रधिश्च जब् च तयोः इतरेतरद्वन्द्वः. इदानीं रधि इति एकं पदमस्ति जब् इति एकं पदमस्ति द्वयोः द्वन्द्वसमासः इति कृतः. समासः यदा भवति मध्ये तेषां विभक्तिप्रत्ययाः न भवन्ति जानन्ति खलु अतः रदि जभ् तयोः योगे एकं प्रातिपदिकं भवति रदि जभ् तस्य विभक्ति षष्ट्यन्तं रूपं भवति रदि जभोः द्वितीय षष्ट्यन्तं द्विवचनं यतोहि रदि जब् इति धातुद्वयम् अस्ति इति कारणेन रदि जभोः इति षष्ट्यन्तं पदं तत्र एव विभक्तिप्रत्ययः भवति रदि जभोः इति यद् रदि इति यदि पूर्वम् अस्ति तत्र विभक्तिप्रत्ययः नास्ति तत्र केवलं धातुनिर्देशार्थम् इक् इक्ष्टिपौ इति सूत्रं वयं परिशीलितवन्तः रधियोगः इक् रधि इति केवलं तत् तस्य नूतननामकरणं कृतं तावदेव. अस्तु भगिनि, सम्यक्. इदानीं रम एव मास्तु, रधि इत्यत्र सप्तमी विभक्त्यन्तम् इति मास्तु. अतः एव पूर्णतया सूत्रार्थं यदा परिशीलयति तदा रदिजभोः षष्ट्यन्तं पदं रदि इति एकं पदमस्ति. रदिश्च जप्च तयोः द्वन्द्व इतरेतरद्वन्द्वसमासः भवति. रामस्य लक्ष्मणस्य रामलक्ष्मणौ तथा राम इत्यत्र तत्र विभक्तिप्रत्ययः नास्ति खलु. रामः च लक्ष्मणः च. प्रथमं रामः इत्यत्र विभक्तिः अस्ति, परन्तु समस्तपदे रामलक्ष्मणौ इति यदा भवति तदा विभक्तिप्रत्ययः नास्ति. तथा एव अत्र रधिः च जभ च द्वयोः रधिजभोः इति तयोः रधिजभोः अचि परे रधिजभोरचि इति सूत्रम् अतः सर्वत्र अपि इक्ष्तिपोवित् इत्यनेनैव तस्य विवरणं वयं बहुवारं दृष्टवन्तः. यदि न स्मरति पूर्वतनपाठस्य एकवारं शृणोतु. अस्तु भगिनि, अस्तु. इदानीं स्पष्टं वा न वा? आं भगिनि, सप्तमी विभक्ति एव नास्ति. नास्ति, तादृशभ्रमः एव मास्तु. झलि यै तत्र तु सप्तमी विभक्तिप्रत्ययः अस्ति. अतः एव यदि संशयः भवति अत्र पश्यतु नष्टापदान्तस्य झलि इति सूत्रस्य विवरणं यदि पश्यति नवषष्ट्यन्तं झलि सप्तम्यन्तम् इति अस्ति पश्यतु. नष्टापदान्तस्य झलि सूत्रस्य विवरणं यत्र यदा पश्यति नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं झलि सप्तम्यन्तं तत्र झल् योगः ङि इति सप्तमी विभक्तिप्रत्ययः योजयित्वा सप्तम्यन्तरूपं भवति. तत्र एव सप्तमी विभक्तिः तथा एव यै प्रत्याहारस्य अपि भवेत्. यै सप्तम्यन्तम् इति अस्ति अनुस्वारस्य यै परसवर्णः. भिन्नभिन्न कतिपदानि यदि सूत्रं पठामः तदा एवमपि उच्यते अनुस्वारस्य यै परसवर्णः त्रिपदमिदं सूत्रम् इति पदत्रयमेव अस्ति. अनुस्वारस्य यै परसवर्णः रधिजभोः अचि इति पदद्वयं द्विपदात्मकं सूत्रम्. पदान्ते एव विभक्तिप्रत्ययः भवति. अस्तु, पदमध्ये यद्भवति तत्र इक्ष्तिपौ धातुनिर्देश इति कारणेन भवति. अवगतम्. अस्तु, राजी भगिनी कृप् धातोः कीदृशरूपं भवति इति वदतु. कृप् धातोः रेपस्य लकार आदेशः भवति. कृप् धातोः ऋकारस्य अंशः रेपस्य सदृशः. रेपः प्रथमं किं भवति, कृप् योगः शप् योगः ति इति भवति. अत्र अकारः अस्ति, कृप् योगः अयोगः ति इति अस्ति. तदा प्रथमं किं भवति कृप् धातोः? कृप् योगः अकारः शप्. तदा कीदृशकार्यं भवति? उपधा कीदृशवर्णः अस्ति? ऋकारवर्णः अस्ति उपधा. ऋकारः अर् भवति गुणकार्यं कृत्वा. कर्प् भवति, कर्प् योगः आयो योगः ते भवति. देन् कर्प् रकारः अनन्तरं रेपस्य स्थाने लकारः आदेशः. अतः कल्प् योगः आयोगः ते. कल्प इति अङ्गं भवति लट्टि कल्पते भवति. उत्तमं सूत्रमस्ति कृपो रो लः रो लः अस्तु अनन्तरं षज्ज किं भवति भवती एव वदतु षज्ज इति धातुः अस्ति लिटि तत् लिटि भवति लिटि चकारः कृल् इक्लृपे इति भवति तिकारः एव तत्र कृप् धातुः तु कृतम् इदानीम् अहं षष्ट इति धातुः अस्ति तस्य किं भवति इति पृष्टवती षष्य इति धातुः वा षष्ट इति धातुः अस्ति तस्य प्रथमवर्णः कः आदि धातोः आदेः कः वर्णः अस्ति चकारः अस्ति तस्य किं भवति चकारः कृपो रोलः न अत्र षष्ट इति अस्ति तत्र कृमर्थं कृपो रोलः कृप् धातु एकः एकधातुविषये एव कृपोरोलः षष्ट तु शकारः अस्ति वयं धातुविज्ञानम् इति पाठे पठितवन्तः यदि धातोः कश्चन वर्णः अस्ति तत्र धात्वादेशः सः वर्णः इति तोनुं धातोः इत्यादि सूत्राणि पठितवन्तः अतः अधातोः आदिवर्णः शकारः अस्ति चेत् कीदृशकार्यं भवति प्रथमं शकारः भवति तदेव वक्तव्यं कृप् धातु तु एकधातु कृपोरोलः तु एकधातुविषये एव भवति कृप् धातुविषये अतः तस्य स्मरणं त्यजतु इदानीं कृप् यदि कृतं तस्य अनन्तरं तस्य विषये स्मरणं मास्तु इदानीं धात्वादे शः सः इति सूत्रेण किं भवति शकारः सकारः भवति अतः सज् सज्ज् इति भवति सज् इति सज् सज् इति भवति अनन्तरं सज् स्तोः स्तोः चुनाश्चुः इति सूत्रेण सज् सज्ज् भवति देन् जलां जस्तसि किं कार्यं भवति तत्र किं निमित्तं कस्य वर्णस्य सकारस्य वर्णस्य सकारस्य भवति इष् भवति शकारः भवति भवति अथवा शकारचवर्गीयवर्णः भवति तर्हि सकारः शकारः भवति सकारः भवति जलां झषि इत्यनेन जकारस्य स्थाने जकारः भवति सज्ज् भवति सज्जयोगः शप् सज्ज इति अङ्गं भवति सज्जयोगः ति अथवा ते सज्जति सज्जते इति लटि भवति उत्तमम् अस्तु ष्टिवु क्लम चम एतेषां दीर्घत्वं शिति परे इति सूत्रमस्ति तस्य विवरणं सुब्रह्मण्यमहोदयः वदति वा भगिनी अहं गतवर्गं न आगतवान् ओ ह्यः न आगतवान् वा तर्हि मीना भगिनी जानाति वा अथवा रामप्रिया भगिनी यः आसीत् खलु आं भगिनि भवती वक्तुं शक्नोति वा ष्टिवु क्लमो चमाम् इति आं भगिनि ष्टिवु क्लमु चमां शिति अत्र अनुवृत्तिसहितसूत्रम् अस्ति ष्टिवु क्लमु चमाम् अङ्गस्य अचः दीर्घः शिति शितिपरे अस्ति चेत् अचः दीर्घम् अङ्ग अचः दीर्घं भवति तत्र तु ष्टिवु इति धातुः ष्टिव् भवति ष्टिव् योगः शप् ष्टिवु क्लमु चमां क्लमु चमां शिति इति सूत्रेण ष्टीव् भवति उत्तमं ष्टीवति दीर्घत्वं प्राप्नोति श्रीवति. अत्र अचुवर्णस्य एव कथं दीर्घत्वम् इति जानाति? अतः अत्र अचः इति अनुवृत्ति अनुवृत्तिसूत्रम् अचः इति वदति. परिभाषासूत्रमस्ति, भाषासूत्रमस्ति. तेन किं भवति? अचः दीर्घं भवति. यत्र कुत्रापि ह्रस्वः दीर्घः प्लुतः इति, ह्रस्वः भवति दीर्घः भवति प्लुतः भवति इत्यादि कस्य इति न उक्त्वा यदि पाणिनिः सूत्रे दीर्घः भवतु ह्रस्वः भवतु प्लुतः भवतु इति वदति तर्हि कस्य इति प्रश्नः भवति खलु. कस्य दीर्घः कस्य ह्रस्वः कस्य प्लुतः इति प्रश्नः यदा उदेति तदा अचुवर्णस्य एव दीर्घः ह्रस्वः इत्यादिकं भवति इति एकं परिभाषासूत्रमस्ति. अचश्च अचश्च इति तेन ज्ञायते यत् अत्रापि दीर्घः इति अस्ति अनुवृत्तिसहितसूत्रम् अतः अचुवर्णस्य एव दीर्घः भवति इति. अत्र महोदयेन एकं गूगल् ग्रूप् मध्ये किं लिखितवान् अस्ति किल, पुगन्तलघुपदस्य इत्ययोः मध्ये पुगन्तलघुपदस्य च परसूत्रं, तत्तु न अवगतं भगिनि. अत्र पुगन्तलघुपदस्य इति कार्यं किमर्थं भगिनि? अत्र तु दीर्घ इति एव अस्ति किल. अत्र स्टिव् इति धातुः अस्ति, स्टिव् इति तत्र उपधा कीदृशवर्णः? इक् वर्णः, लघु इक् वर्णः. तर्हि कस्य सूत्रस्य प्रसक्तिः भवति सामान्यतः लघुपदस्य च इत्येव मनसि. यदि भवती स्टिव् क्लम् क्षमां सूत्रं न जानाति तर्हि सामान्यतः वयं किं कुर्मः, पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं स्टेव् इति भवति स्टेव्. परन्तु तस्य यदि सूत्रद्वयमपि अत्र कार्यार्थम् आगच्छति इदानीं चमांसिति सूत्रस्य अपि प्रसक्तिः अस्ति, सामान्यसमये पुगन्तलघुपदस्य सूत्रस्य अपि प्रसक्तिः अस्ति. सूत्रद्वयमपि तयोः युद्धं भवति खलु, सूत्रद्वयमपि कार्यार्थम् आगच्छति. इदानीं कस्य सूत्रस्य कार्यं भवति इति प्रश्नः उदेति. अस्तु, तर्हि वयं यदि पश्यामः परसूत्रम् इति कृत्वा पुगन्तलघुपदस्य कार्यं भवितुम् अर्हति वा अत्र इति प्रश्नः उदेति. परन्तु यदि तदा यद् सर्वदा पुगन्तलघुपदस्य च इति एव कार्यं करोति तदा स्टिव् क्लमु चमां सूत्रं निरवकाशं भवति खलु. अतः पाणिनिः व्यर्थं किमपि उक्तं न उक्तवान् खलु, सूत्रं न रचितवान्, अतः निरर्थकं मा भवतु एतस्य सूत्रस्य इति कृत्वा अस्मिन् सन्दर्भे तस्य सूत्रस्य प्रसक्तिः न भवति, स्टिव् क्लमे च मां सूत्रस्य एव प्रसक्तिः भवति इति ज्ञातव्यं तावदेव. अत्र अपवादसूत्रं भवति स्टिव् स्टिव् क्लमु च मां क्षिति अपवादसूत्रमस्ति अतः तस्य एव प्रामुख्यं भवति. सत्यम् अवगतम् इदानीम्? अवगतं भगिनि. अतः स्टिव् स्टीव् भवति, क्लम् क्लाम् भवति, चम चाम् चमो अस्ति आ इति आङ्गी चम् इति वक्तव्यम् इति आ इति उपसर्गम् आगच्छति किल. उपसर्गयुक्त चम धातुः आ उपसर्गयुक्त चम धातुः एव दीर्घत्वं प्राप्नोति प्राप्नोति इति भवति. परन्तु यदि आङ् उपसर्गः नास्ति तर्हि किं भवति? चमति विचमति अचमीत् इति भवति. अचमति इत्येव प्रायः तत्र मुद्रणदोषः इति चिन्तयामि. ओ ओ आङ्गी इति किम् इति अस्ति खलु, किमर्थम् आङ्गी इति लिखितम् अस्ति? दीर्घ आकारः इति आकारः आ इति उपसर्गः उपसर्गः तस्य योगे एव चम धातोः दीर्घत्वं भवति, नो चेत् चम इत्येव अस्ति. आ उपसर्गेण चाम इति भवति, आचामति. आचामति इदानीं पूर्णतया अवगतम्? अवगतं भगिनि. आङ्गी इत्युक्ते अर्थं किम्? आङ्गी चम इति आङ्गिति भवती जानाति इति चिन्तयामि. उपसर्गाः इति भवन्ति खलु, प्रपरा आ इति अपि कश्चन उपसर्गः अस्ति, तस्य नामकरणे आङ् इति नकारः अपि वर्णः अस्ति. आसेतु हिमाचलम् इत्यादिकं प्रायः श्रुतवन्तः, अत्र आचमति इत्यादि आ इति उपसर्गः. अलन्त्यम् इत्यनेन हित् वर्णः. अस्तु भगिनि, इत् वर्णः अस्ति आङ् इति. अत्र आङ् इति कश्चन उपसर्गः अस्ति, तस्य ङकारः इत् वर्णः अस्ति. भगिनी अत्र एकः प्रश्नः अस्ति, अचः अङ्गस्य दीर्घः इति लिखितमस्ति, यदि कस्य अच न कस्य परन्तु अत्र कः अच्वर्णः दीर्घः भवति इति? अत्र स्टिव् इति धातुः अस्ति, तत्र एकः एव अच्वर्णः, एकः एव इत्यत्र एकः एव अकारः अच्वर्णः अस्ति, चम् इत्यत्रापि एकः एव वर्णः, क्लम् अत्र अपि एकः एव, अत्र तु एकः एव वर्णः अस्ति, तस्य एव अस्ति. अस्तु भगिनि, अवगतम्. अनन्तरम् अपरः एकः प्रश्नः उदेति, षष्ज इति धातुः अस्ति, तत्र धात्वादेशः सः इति सूत्रेण षकारस्य सकारादेशः भवति, अत्र ष्टिवु इति धातुः अपि प्रथमवर्णः षकारः एव, तर्हि तस्य किमर्थं ष्टीव् इत्येव, तस्य किमर्थं तथा ष्टीव् इत्येव भवति ष्टीवति इति? मम नाम धातुः अतः. न न, तत्रापि तत्रापि तत्र एकं वार्तिकम् अस्ति करपत्रे, पश्यतु. चमांशिति सूत्रस्य विवरणं यदा अस्ति, तत्र हेच् इति अस्ति खलु, गुः धातोः उपधा दीर्घः इत्यादिकं भवति खलु, ततः पूर्वं सुब् धातोः इति एकं विवरणम् अस्ति. सुब् धातुष्टि ऊष्वष्कीनां सुब् धातु यथो वक्तव्यः इति, श्वष्क श्वष्कतीनां सत्त्वप्रतिषेधो निषेधो वक्तव्यः इति वार्तिकं वार्तिकम्. अतः ष्टिव् धातुः तस्य तत्र अपवादः, धात्वादेशः सः इति सूत्रस्य अपवादः अस्ति, तत्र तत् सूत्रं कार्यं न करोति इति जानन्तु. अतः सकारः न भवति, ष्टीवति इत्येव भवति, श्वष्कते इत्येव भवति. सूत्रस्य अपवादं भगिनि, धात्वादेशः सः सूत्रस्य अपवादः, तत्र तस्य सूत्रस्य कार्यम् अत्र न भवति इति वार्तिकं वार्तिकं वार्तिकं वार्तिकस्य धातु लिखन्ति तस्य एव सः सः न कार्यं करोति, अथवा अनौपदेशिकधातूनां कार्यं न करोति किं वार्तिकस्य धातु लिखन्ति ष्टिवु श्वश्क इति अनन्तरं पूर्वं पश्यतु सुप् धातुः इति अस्ति सुप् उपयुज्य धातुनिर्माणं भवति तादृशधातुना सुप् किं भवति भवन्तः सनादिप्रत्ययाः इति जानन्ति खलु आम् तेषां कार्यं किम् सेकेण्डरी धातु धातुनिर्माणं धातुनिर्माणं धातुं स्वीकृत्य अथवा सुप् स्वीकृत्य ते पुनः धातुनिर्माणं कुर्वन्ति अनौपदेशिकधातुः कुर्वन्ति अति औपदेशिक आतिदेशिक आतिदेशिकधातूनां निर्माणं सनादिप्रत्ययेन भवति द्वादशप्रत्ययेन तत्र केचन सनादिप्रत्ययाः धातुं स्वीकृत्य धातुनिर्माणं कुर्वन्ति उदाहरणार्थं निच् पट् पाठी भवति जानन्ति खलु पट् पाठी पाठयति परन्तु केचन सुप् स्वीकृत्य नामपदं स्वीकृत्य पुनः धातुनिर्माणं कुर्वन्ति अवगच्छन्ति उदाहरणम् आवश्यकम् गरुडः इति कीदृशपदं गरुडः सुप् अस्ति सुबन्तपदं तद् गरुडः इति पदं स्वीकृत्य गरुडायते इति क्रियापदं भवति गरुड इव भवति इति अर्थे गरुडायते किं प्रत्ययः योजयित्वा गरुडायते भवति तत्र प्रायः तत्र क्यङ् इत्यादि भवन्ति सनन्तेषु द्वादशेषु एकं प्रत्ययं योजयित्वा गरुडायते इति रूपं भवति गरुडाय इति धातुनिर्माणम् अनन्तरं गरुडायते इति भवति कृष्णायते गरुडायते अप्सरायते इत्यादि रूपाणि भवन्ति आङ्ग्लभाषायामपि गूग्लिङ्ग् इति वदामः गूगल् तु नाम पदं खलु तदुपयुज्य गूग्लिङ्ग् इति वदामः खलु अप्सरः इव आचरति इव अस्ति अथवा आचरति इति अर्थे अप्सरायते इति भवति एकं गरुडायते तु प्रासादशिखरे भूत्वा काकः किं गरुडायते इति एकं सुभाषितम् अस्ति पूर्णतया न स्मरामि यदि यदि प्रासादः इत्युक्ते राजभवनस्य उपरि यदि शिकाकः उपविशति तदा काकः किं गरुडः भवति इति काकः किं गरुडायते गरुडः इव भवति वा इति प्रश्नः भवति तथा एव षोडशे वर्षे सम्प्राप्ते सूकरी अपि अप्सरायते इति अवगच्छन्ति वा यदि षोडशवर्षं सम्प्राप्यते षोडशवर्षीया भवति तदा सूकरी इति इत्युक्ते वराहस्य स्त्रीलिङ्गं भवति वराही भवति किं सा अप्सरायते अप्सरा इव अस्ति इति तथा तेषां भवति नामधातवः इति अप्सराय गरुडाय कृष्णाय इति धातुः अस्ति इत्युक्ते अप्सरायते मीन्स् अप्सरा इव भवति इति अर्थं भवति किल किम् अप्सरायते इत्युक्ते अप्सरा इव भवति अप्सरा इव भवति अस्ति इति अप्सरायते अहं शतव्याकरणपुस्तकानि स्वीकरोमि इति पाण्डित्यं पण्डितायते इति वा पण्डितायते न भवामि अस्तु तत् तादृशधातूनां नाम नामधातुः इति सामान्यतः वदामः. नामपदं स्वीकृत्य यस्य धातोः निर्माणं भवति तद् नामधातुः भवति. अत्र पश्यतु, सुप् धातु ष्टिवु श्वष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः. सत्त्वप्रतिषेधः इत्युक्ते सत्त्वं न भवति, षकारस्य सकारः न भवति इति वार्तिकं. धात्वादेशः सः इत्यस्य निषेधकम् इति. नामधातूनां ष्टिवु श्वष्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशः न भवति. नामधातोः उदाहरणं षोडीयते षण्डीयते. अनन्तरं ष्टिव ष्टिव ष्टिव ष्टीवति श्वष्क श्वष्कते. इदानीम् अवगतं पूर्णतया? एकः प्रश्नः अस्ति, सन् इति प्रत्ययानां कृतं धातु धातुः नाम आतिदेशिकधातुः किल? सनन्त सनादिप्रत्ययस्य योगे येषां धातूनां निर्माणं भवति तादृशधातूनां नाम आतिदेशिकधातवः अथवा सनाद्यन्तधातवः. उपदेशे किमस्ति तानि औपदेशिकदातवः? औपदेशिकदातवः आतिदेशिकदातवः. नामदातवः सनादिषु कश्चन नामदातवः भवन्ति. तस्मिन् सनादि आतिदेशिकधातुषु एकः गणः भवति नामधातुः. धातुः निर्माणं द्वयोः एव, औपदेशिकधातु आतिदेशिकधातु. आतिदेशिकधातव धातवानां किञ्चन नामधातुः सन्ति. तस्मिन् आतिदेशिकधातूनां मध्ये एकः लघुगणः भवति, सः गणः नामधातवः. अवगतम्. आतिदेशिकधातु वा अतिदेशिकधातु वा? अतिदेशः आतिदेशिक इति वदामः, तस्य तद्धितान्तरूपं भवति. ओ, अतिदेश आतिदेशिक. अस्तु, भवन्तः प्रायः पूर्वं पठितवन्तः न वा औपदेशिक आतिदेशिक इति? न पठितवन्तः, उक्तवन्तः या पठितवन्तः, परन्तु न स्मरामि. इदानीम् अवगच्छति कथं भवति इति? आं भगिनि. अस्तु, अनन्तरं पुनः भवत्या पुनः पुनः ध्वनिमुद्रणं श्रोतव्यं, तदा एव अवगन्तुं शक्नुमः पूर्णतया. पूर्वतनपाठं यत्किमपि एकस्मिन् सप्ताहे, अस्मिन् सप्ताहस्य पाठमपि शृणोतु. पूर्वतनपाठम् एकं स्वीकृत्य तस्य पुनः अवगमनं भवति वा इति पश्यतु. प्रश्नाः सन्ति चेत् पृच्छतु, तदा वयं तस्मिन् विषये चर्चां कर्तुं शक्नुमः. इदानीं गुहुधातु किं भवति? हेमा भगिनी वक्तुं शक्नोति वा? एकनिमिषं भगिनि. गुः धातुः उपदायाम् उकारः अस्ति, तत् उकारः अपि दीर्घ उकारः भवति. यदि अजादिप्रत्ययपरे अस्ति चेत् अच्वर्णः परे अस्ति चेत्, शप् मध्ये अकारः एव तिष्ठति, तत्तु अच्वर्णः अस्ति. तदर्थम् उपयोगः शप् तत्र उकारः दीर्घत्वं प्राप्य गुः इति भवति. गुह इति अङ्गम् उभयपदी शब्दमस्ति. गुहति गुहते गुहते रूपद्वयम् आगच्छति. पुनः अत्रापि गुह स्टीव् इव अत्रापि उपधायाम् उकारः अस्ति. गुणः भवितुम् अर्हति, परन्तु ऊदुपदायाः गोहः इति सूत्रं निरवकाशः भवति इति पुगन्तलघुपदस्य कार्यं न करोति. सत्यं वा? श्रूयते वा भगिनि? हरि ओम्. पूर्णतया आदेशः अथवा कश्चन वर्णस्य आदेशः अथवा धातोः आगमः अथवा लोपः आगमः तु इदानीं श्रूयते. एतावत्पर्यन्तं वयं यत् पठितवन्तः तत्र विशेषधातूनां विषये, तत्र कदाचित् धातोः कश्चन वर्णस्य आदेशः भवति अथवा पूर्णतया आदेशः भवति अथवा कस्यापि वर्णस्य आगमः भवति अथवा कस्यापि वर्णस्य लोपः भवति अथवा दीर्घत्वं भवति. तादृशविशेषधातूनां विषये एव वयम् एतावत्पर्यन्तं पठितवन्तः खलु. ईषुगमियमांशः पाघ्राद्मा तत्सर्वं ऊदुपदायां गोहः पर्यन्तं सर्वं तादृशानां तादृशकार्याणि भवन्ति. कुत्र नकारादेश आगमः भवति, कुत्र नकार कुत्रचित् नकारलोपः भवति, शकारस्य सकारः भवति अथवा अवच्वर्णस्य दीर्घत्वं भवति, तादृशकार्याणि भवन्ति. इतः परं यदस्ति तत् किं भवति, अत्र अत्रापि विशेषधातवः सन्ति. तेषां किम् इत्युक्ते तेषां भिन्न सामान्य विकरणप्रत्ययः भुआदिगणे कः प्रत्ययः भवति? शप् एव भवति दिवादि भुआदिगणे एव भवति. परन्तु अग्रे ये धातवः सन्ति यद्वयं पठिष्यामः ह्यः पठितवन्तः, तत्र तु सर्वं तत्र विकल्पेन वा अथवा पूर्णतया वा अन्य प्रत्ययः अपि अन्यविकरणप्रत्ययः अपि भवति. विकरणप्रत्ययः इत्यादिकं अतः न केवलं शप् परन्तु अन्यप्रत्ययाः अपि भवन्ति. अत्र धातोः आदेशः आगमः इत्यादिकं वयं परिशीलितवन्तः. इदानीं प्रत्ययस्य भेदेन अङ्गस्य भेदः भवति. विकरणप्रत्ययः इत्यादि प्रत्ययेन भेदः भवति. तदेव अग्रिमे आङ्ग्लभाषायाम् ऐ लेटर् इति अस्ति खलु, तदा आरभ्य यदस्ति तत् सर्वं भिन्नप्रत्ययाः भवन्ति. अत्र अक्षु इति धातुः अस्ति, तस्य किं भवति? मीना भगिनी स्मरति वा, ह्यः वर्गे आसीत् वा? आसीत् भगिनी. अक्ष इति धातुः अक्षः धातोः शप् कर्तरि सार्वधातुके अन्यतरस्यां श्नुः. श्नुः इति शृणोति गणः न श्नु इति विकरणप्रत्ययः. कस्मिन् गणे भवति? दिवादिभ्यः श्यन् स्वादिभ्यः स्वादिभ्यः श्नु इति प्रत्ययः भवति. अन्यतरस्याम् इति अस्ति. अन्यतरस्याम् इत्युक्ते विकल्परूपमस्ति. विकल्पं वक्तुं पाणिनिः भिन्नभिन्नपदानि उपयोगं करोति, जानाति वा कानि भवन्ति सामान्यतः इति? धातुपाठे एकः धातुः द्विवारं आगच्छति, भिन्नभिन्न अर्थेन आगच्छति, भिन्नभिन्नगणे आगच्छति. न न, तत्तु न, अत्र अन्यतरस्याम् इत्युक्ते शप् अपि भवति, श्नु अपि भवति इति अर्थः. द्वयोपि भवति. विकल्पः इत्युक्ते आल्टर्नेटिव् इति आङ्ग्लभाषायां वदति खलु. तथा एक पाणिनिः वा, विभाषा, अन्यतरस्याम् इत्यादि पदानि उपयोगं करोति. तेन ज्ञायते विकल्पेन एतदपि भवति. तत्र सामान्य नियमः कः भवति गणे? शप्. अतः शप् अपि भवितुम् अर्हति. अस्मिन् विषये अन्यतरस्याम् इति अस्ति इति कारणेन श्नु अपि भवितुम् अर्हति. अवगतम्? अन्यतरस्याम् इति यदा वदति तदा किं भवति, रूपद्वयमपि साधुरूपं भवति. लोट्लकारे प्रथम लोट्लकारे रूपम् अस्ति. तूतात् इति भवति खलु. ह्योस्तातम् आशिष्य अन्यतरस्याम् इति, तत्रापि अन्यतरस्याम् इत्येव पदस्य उपयोगं कृतम्. कदाचित् वा इत्यपि भवति अथवा विभाषा इत्यपि भवति. अन्यतरस्याम् इत्युक्ते रूपद्वयमपि साधु, परन्तु अर्थं समानमेव वा भगिनि? अक्षति समानमेव भवति, रूपभेदेन अर्थभेदः न भवति. अत्र अक्षुधातोः रूपद्वयं कथं भवति? अक्षति अक्ष्णोति इति. अक्षति तु शपि परे, शपि परे. अक्ष्णोति इति श्नु श्नु विकरणप्रत्यय परे. श्नु इत्यस्य नु इति अस्ति, अक्ष्णु अक्ष्णोति इति भवति. गुणकार्यं भवति अक्ष्णोति. अवगतम्? आम्. अक्षुधातोः रूपद्वयम् अन्यतरस्याम् इत्यनेन शप् अपि भवति, श्नु अपि भवति. आं, महोदय उक्तवान् धातुपाठे किञ्चित् धातुः द्विवारं सन्ति इति मम अवगतं. यतः भिन्नभिन्न अर्थमस्ति. तथापि बहवः धातवः भवन्ति. पा इति धातुः प्रायः श्रुतवन्तः. पा पाने इत्यपि भवति, पा रक्षणे इत्यपि भवति. भिन्नभिन्न द्विवारं पा इति धातुः अस्ति. पा इति धातुः सर्वे श्रुतवन्तः. पा एव पिबति इति रूपमपि भवति. पाति इत्यपि रूपम् अस्ति. मां पातु इति भवति खलु, मां रक्षतु, पालयतु. पातु इत्युक्ते रक्षतु इत्यर्थे भवति. पाति इत्युक्ते रक्षति अथवा पिबति. अपरः पा पानेति धातुः पिबति इति भवति. पा पाने पानं पिबति इति अर्थे. पा रक्षणे पाति इति भवति. तथा भिन्नधातवः भिन्नभिन्नगणेषु भवन्ति. तेषां रूपाणां यद्यपि धातुः धातुरूपं समानं भवति, तस्य अर्थभेदः भवति, तस्य रूपभेदः अपि भवति. तदपि भवति. परन्तु अत्र अक्ष्णोति अक्षति इत्यतयोः रूपः भेदः एव, अर्थभेदः नास्ति इति. अर्थभेदः अस्ति चेत् धातुपाठे अस्ति, अर्थभेदः नास्ति चेत् सूत्रस्य अस्ति. तथा इति वक्तुं न शक्नुमः. प्रायः अर्थभेदः अस्ति इति कारणेन धातुपाठे द्विवारं भवति. कदाचित् एकमेव उक्त्वा धातुपाठे एतस्मिन् अर्थे अपि भवति अपरस्मिन् अर्थे अपि भवति इति तस्मिन् एकस्मिन् एकवारम् उक्त्वा एव सः अर्थद्वयमपि तत्रैव स्थापयति तथापि भवति भिन्नभिन्नगणे अस्ति चेत् अर्थभेदम् अस्ति चेत् धातुपाठे आम् रूपभेदः अपि भवति अर्थभेदः अपि भवति तादृश भवति चेत् भिन्नभिन्नगणेषु स्थापयति यदि भवन्तः बहु सर्वेषां गणानां रूपं परिशीलयन्ति तदा स्वयमेव जानन्ति कथं भवति इति इदानीं सामान्यतः अवगच्छन्ति खलु अत्र अक्षिति एकवारमेव अस्ति परन्तु तस्य अस्मिन् गणे अपि भवति सूत्रेण श्नु अपि भवति अत्र तक्षुधातुः किं भवति रामप्रिया भगिनी वदति वा आं भगिनि शपि अस्ति चेत् तक्ष्योगः शप् तक्ष्योगः अ तक्ष इति अङ्गं तक्षति इति रूपं भवति श्नु धातु स्वादिगणे अस्ति चेत् तक्ष्योगः श्नु तक्ष्योगः नु णत्वं कृत्वा तक्ष्णु तक्ष्णुयोगः ति तत्र गुणकार्यं सार्वधातुक अर्धधातुकयोगो तक्ष्णो योगः ति तक्ष्णोति इति तक्षधातु कस्मिन् गणे अस्ति तक्षधातु भवादिगणे एव अस्ति किल भ्वादिगणे एव अस्ति आम् परन्तु शप् अपि भवति श्नौ श्नु अपि भवति शप् यदा भवति तक्षु तक्षति भवति श्नु यदा भवति किं भवति तक्ष्णोति इति परन्तु तनूकरणे इति अर्थे एव तक्ष्णोति इति रूपं भवति तादृश अर्थः नास्ति चेत् तक्षति इत्येव तनूकरणे इत्युक्ते लघुकरणार्थं वा लघुकरणं तक्षकः इति प्रायः श्रुतवन्तः काष्ठं तनूकरोति इति तस्य तथा भवति परन्तु तक्षति इति रूपं तस्मिन् अर्थे न भवति न्यूनीकरणं तादृश अर्थे न भवति अर्थं किं लघुकरणं न्यूनीकरणम् इत्यादि तत् तक्ष्णोति खलु तक्ष्णोति तक्षति अपि तक्षति अपि परन्तु यदि केवलं तनूकरणार्थं न भवति तदा तक्षति इति भवति अवगतम् अस्तु भगिनी किञ्चित् न भगिनी किञ्चित् भ्रमः अस्ति तक्षति तक्ष्णोति अर्थम् एकमेव परन्तु किं तनूकरणे तक्षः स्थाने एव तक्ष्णोति इति तनूकरणे अर्थे तक्षति इत्यपि उपयोगं कर्तुं शक्नोति तक्ष्णोति इत्यपि उपयोगं कर्तुं शक्नोति यदि तनूकरणे इति अर्थः नास्ति तदा तक्षति इत्येव अर्थः इति रूपस्य उपयोगं कर्तुं शक्नोति अवगच्छति वा न वा अवगच्छामि परन्तु तक्ष भ्वादिगणे एव अस्ति वा तक्षधातु भ्वादिगणे एव अस्ति तस्य अन्य अर्थेषु तक्षति इत्येव भवति खलु अत्र तक्ष्णोति काष्ठं काष्ठं तक्ष्णोति अथवा काष्ठं तक्षति इति परन्तु वाग्भिः सन्तक्षति इत्यपि उदाहरणमस्ति अस्ति तत्र सन्तक्षति यदा भवति तत्र वाग्भिः वचनैः कटुवचनं वदति इति भर्त्सनं करोति तदा तु तनूकरणं न भवति लघुकरणं न भवति तत्र तु तक्षति इत्येव भवति, वाग्भिः तक्षति, तत्र निन्दां करोति इति अर्थे भवति. तत्र तक्ष्णोति इति प्रयोगः न उचितः. अनन्तरं अग्रे सनन्ताः इव सन् इति प्रत्ययः भवति. गुप् तिज् किदभ्यः सन् इति सन् इति जानन्ति खलु, इदानीमेव मया उक्तं सनन् सनादिप्रत्ययाः इति सन्ति. तत्र सनादिप्रत्ययेषु सन् इति प्रत्ययः प्रथमः. सन् प्रत्ययस्य योगे यद् यद् भवति तत्तु इच्छार्थं प्रकटयति. पातुम् इच्छा पिपासा, भोक्तुम् इच्छा जिज्ञासा, भोक्तुम् इच्छा बुभुक्षा, ज्ञातुम् इच्छा जिज्ञासा, तथा एव पठितुम् इच्छति इत्यर्थेपि पठिष्यति इति भवति. तस्य तत्र सनन्ताः. परन्तु अत्र सन् प्रत्ययः तु भवति, परन्तु सनन्ते सनन्तप्रत्ययानां सामान्य इच्छार्थं न भवति. गुप् तिज् किद्भ्यः अवगतं? गुप् धातुः गुप् तिज् किद् भ्यः सन् इति अग्रे अस्ति सूत्रं पश्यतु. सनन्ताः इव सन् इति प्रत्ययः इति तत्र गुप् इति धातुः अस्ति, तिज् इति अस्ति, किद् इति अस्ति. गुप् धातुः, तिज् धातुः, किद् धातुः सर्वे अपि चुरादिगणे अपि अस्ति, भ्वादिगणे अपि अस्ति. चुरादिगणे यद्भवति गुप् णिच् योगे गोपी इति धातुः, गोपी गोपे गोपय गोपयति इति गोपयति इति भवति रूपं, चुरादिगणीयरूपं. तत्र प्रथमं गुप् धातुः, अनन्तरं सन् णिच् प्रत्ययः, गुप् णिच् शप् सिप् गोपी, गुप् इत्युक्ते गोपी, णिच् गोपी, देन् तदनन्तरं गोपीयोगः शप् गोप्य भवति सार्वधातुकार्धधातुकयोः इति गोपे गोपय गोपयति इति भवति. गुप् गोपयति, धूप धूपायति, गोप गोपायति. अत्र कीदृशधातुः अस्ति गुप् एकक्षणं, मम करपत्रं सम्यक् नास्ति. अस्तु, गुप् क्षम्यतां, गुप् तिज् कित्, अत्र तिज् तेज तेज् भव तिज् तेज् भवति, तेजी भवति, तेजय तेजयति. गुप् गोपी गोप गोपय गोपयति, तिज् तेजी तेजय तेजयति, तथा एव कित् केत केतयति इति चुरादिगणीयरूपं भवति. परन्तु भुवादिगणे अपि समानधातवः सन्ति, तेषां रूपाणि तु सन् प्रत्ययस्य योगे एव तेषां रूपाणि भवन्ति. गुप् धातोः योगे सन् प्रत्ययं यदा योजयामः तत्र द्वित्वम् इति कार्यं भवति, जुगुप्स इति अङ्गं भवति. जुगुप्स इति धातुः, जुगुप्स जुगुप्सते, आत्मेपद रूपं प्राप्नोति वा? आम्, भुआदिगणे यद् गुप् धातुः अस्ति सः धातुः तु आत्मनेपदे अस्ति, अतः गुप् जुगुप्सते इति भवति. इज्यपि तितिक्षते आत्मनेपदरूपम् एव, इज्यपि तितिक्षते इति भवति, कितपि चिकित्सते इति भवति, सर्वम् आत्मनेपदरूपम् एव प्राप्नोति. आम्, अत्र तु आत्मनेपदीरूपं भवति, परन्तु संयोगे सदा आत्मनेपदम् इति न, मूलधातुः आत्मनेपदम् अस्ति इति कारणेन आत्मनेपदं रूपं भवति. अस्तु, अवगतम्? अस्तु. अत्र जुगुप्स् इति अस्ति, तत्र तु गोप्तुम् इच्छा तथा न भवति, अर्थः भिन्न अर्थः भवति. कथं जानीमः वादिगणे एव सन् धातुः सन् प्रत्ययः उपयोगं करोमि इति? यदि भवती गोपयति इति यदि प्रयोगं करोति तर्हि भवती चुरादिगणे धातुं स्वीकृत्य एव रूपनिष्पन्नं कृतवती. सूत्रस्य अनुवृत्तिः वादिगणे इति न अस्ति. न, परन्तु यदि चुरादिगणीयदातुं स्वीकरोति कार्यार्थं तर्हि चुरादिगणीयदातूनां सदा णिच् भवति. अतः णिच् कृत्वा तद् रूपभिन्नं भवति खलु, गोपी इति धातुः भवति. यदि तथा स्वीकरोति तदा तत्र सन्न भवति. अवगतम्? रूपं जानामि चेत् सूत्रस्य अर्थः अवगच्छामि. यदि भवती जुगुप्सते इति तादृश अर्थे प्रयोगं कर्तुम् इच्छति तदा भुआदिगणस्य धातुं स्वीकृत्य तस्य एव रूपं जुगुप्सते इति एव कर्तुं शक्नोति. जुगुप्सते इति अर्थं जानाति खलु, जुगुप्सा इति प्रायः श्रुतवन्तः. आम्, तर्हि गोपयति इत्युक्ते तस्य हैड् इति अर्थे भवति, अदर्शनं किल, अदर्शनं न दर्शनं, लोपः भवति अत्र. गोपयति, गोपयति गुप् तु तस्य गोपनम् इत्युक्ते तस्य रक्षणं करोति इति, बहिः न प्रदर्शयति इति. माता मधुरं गोपयति इति यदा वाक्यं भवति तत्र ज्ञायते दशमगणीय चुरादिगणीयधातुः इति. चुरादिगणीयधातूनां कृते संशयः नास्ति भगिनि, तत्र तु सर्वदा यति इति आगच्छति, परन्तु यदि जुगुप्सते इति अस्ति तर्हि भादिगणम् एव इति कथं जानीमः? अन्यगण गुप् धातुः तु दशि चुरादिगणे अस्ति अथवा भुआदिगणे अस्ति, तदेव कथं चुरादिगणीयदातुं न स्वीकरोति तर्हि भुआदिगणस्य दातुं जुगुप्सा इति अर्थे यदि कर्तुम् इच्छति तदा तस्य तु गुप् इति स्वीकृत्य गोपति इति रूपं कर्तुं न शक्नोति. तत् तत् अवगतं भगिनि, परन्तु गुप् इति धातु भुआदिगणे अस्ति इति वयं कथं जानीमः? पूर्वमेव ज्ञानम् अस्ति चेत् वादिगणीयः चुरादिगणीयः इति उपधातु भुआदिगणे अस्ति अथवा चुरादिगणे अस्ति, एतस्मिन् अर्थे कर्तुम् इच्छति तर्हि भुआदिगणस्य धातुमेव स्वीकरोति. यदि भुआदिगणस्य गुप् गोपने तिज् निशाने कित् निवासे इति धातून् स्वीकरोति तेषां सामान्यरूपं न भवति. गोपति इत्यादि रूपं न भवति, तेषां तु जुगुप्सते, तितिक्षते, चिकित्सते इत्येव रूपं भवति, तेषाम् अर्थः अर्थे एव भेदः भवति. अत्र द्वित्वमिव भाति खलु, तदर्थं भवति सन् प्रत्ययं यदा योजयामः तदा द्वित्वं भवति एव. द्वित्वं यदा भवति तर्हि जुहोत्यादिगणः इति एकः भ्रमः अपि आगच्छति खलु, तदर्थमेव सर्वदा जुहोत्यादिगणे एव द्वित्वं भवति इति तु नास्ति. जुहोत्यादिगणे अपि जुहोत्यादिगणे सामान्य लट् लोट् लङ् विधिलिङ् लकारे एव द्वित्वं भवति, परन्तु सन् प्रत्ययानां योगे कर्तुम् इच्छति पिपठिषति इति अस्ति, तत्र तु सन् योगे अपि द्वित्वं भवति, लिट्लकारे अपि द्वित्वं भवति, जगाम इत्यादि प्रायः श्रुतवन्तः, बभूव, उवाच, तत्सर्वं लिट्लकारः अस्ति, तत्र अपि द्वित्वं भवति. द्वित्वम् अस्ति इति कारणेन सर्वदा जुहोत्यादिगणः इति तु कर्तुं न शक्नोति. जुहोत्यादिगणे धातुः अस्ति तदा द्वित्वं भवति, परन्तु कान्वर्स् इस् नाट् ट्रू इति वदामः खलु तथा. इदानीम् अत्र एकमेव प्रश्नम् अत्र लिखितमस्ति, तर्हि येषु रूपेषु सन् प्रत्ययः स्वार्थे अस्ति, नामधातोः मूलार्थः यः सः एव भवति, सन् प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति इति. मूल अर्थः गुप् धातु गोपयति इति टु हैड् एव अस्ति किल. इदानीम् अहं पट् धातु स्वीकृत्य वदामि. पट् धातुः अस्ति, तस्य स्वार्थः कः? पठति इति अर्थः. रामः पठति इति सदा सः पुस्तकम् उद्घाट्य पठति, परन्तु रामः पिपठिष्यति इति विधा वदति, तत्र किं भवति? पठितुम् इच्छा भविष्यत् कालः अनन्तप्रत्ययः भवति. पठिष्यति इत्युक्ते पठितुम् इच्छति, न पठति, पठितुम् इच्छति. पिपास्यति इति भवति खलु, तत्र तस्य पिपासा अस्ति, पातुम् इच्छा, सः न पिबति, पिबति, पिपासति, तत्र भेदः भेदः अस्ति इति तु जानाति खलु. एकस्मिन् अर्थे कस्यापि कार्यं कर्तुम् इच्छति, कार्यं न करोति सन् योगे योगे सामान्यतः, परन्तु सन् यदा न भवति तदा तत् कार्यं करोति, अत्र कर्तुम् इच्छति, भेदः अस्ति. स्वार्थः इत्युक्ते पठति स्वार्थः, इच्छार्थः इत्युक्ते संयोगे पिपठिष्यति इति इच्छार्थः. अवगतम्? अत्र तु जुगुप्सति इत्यत्र तत् सः गोपनं कर्तुम् इच्छति इति अर्थे न भवति जुगुप्सते इति. तत्र एकं वार्तिकम् अस्ति, तेन टु डेस्पैस् इति अर्थः भवति. अवगतम्? परन्तु तत्र सन् योगेन यद् अर्थं भवति तदर्थं न भवति, तदेव अत्र स्वार्थः एव भवति, तस्य प्रत्ययसंयोजने यद् अर्थपरिवर्तनं न भवति इति. सामान्यतः पट् धातोः संयोगे पिपठिष्यति धातुः भवति, तस्य अर्थभेदः भवति. पट् धातुः अस्ति, पाठी इति निचयोगे भवति, तत्र पाठी धातुः पठितुं पठनार्थं प्रेरयति, पाठयति, पाठयति. अहं पठति भेदः न जानाति खलु, पठति इत्युक्ते सा पठति, सा पाठयति, भेदः पाठयति तथा एव पठति स्वार्थे, पाठयति निजन्तार्थे, प्रेरणार्थे. अवगतम्? अवगतम्. अस्तु, इदानीं विरमामः, समयः अभवत्. अग्रिमसप्ताहे मिलामः. धन्यवादः. धन्यवादः. शुभरात्रिः.